पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 12 नारद उवाच दैत्यसैन्यं हदं दृष्ट्वा गणैर्नन्दिपुरोगमैः क्रुद्धा शुम्भादयो दैत्या समाजग्मुर्गणान् प्रति तदशुम्भो महादैत्यो नन्दिनं प्रत्ययुध्यत महाकालं निशुम्भोऽध कालो लोकेश्वरं रणे पुष्पदन्तं शैलरोमा माल्यवन्दं महाबलः कोलाहलो रणे राजन् प्राप्तो मायाबलेन च चण्डम्भयानको नाम राहुस्कन्दमधावत कूष्माण्डं सर्परोमा च कर्करो मदनं तथा शुभं केतुमुखो हन्तुं ययौ जम्भो विनायकं हासं पातालकेतुश्च भृङ्गीशं रोमकण्टकः युयुधुकोडिशो रुद्रगणा दैत्याः परस्परं पश्यतोरुभयोस्तत्र स्वामिनोरिति ते युधि दृढप्रहारिणो जघ्नुर्गणा दैत्या शरैरथ नन्दीमुमोच तान् बाणान् महासारो यथा नगे तदसम्पूरयामासमुखं शुम्भस्य पत्रिभिः यथा पर्णचयैर्वादो मन्दरस्यैव कन्दरं शुम्भोऽध कर्मुकं त्यक्त्वा रथातं प्रत्यधावद उत्पाट्य च गिरिं तेन जखान हृदि नन्दिनः नन्दिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे पपादभूमौ स गिरिर्वज्रं प्राप्य गिरिं यथा मूर्च्छां प्राप्य क्षणात् संज्ञां वेगवान् स पलायितः महाकालो निशुम्भेन मुद्गरेण हदो हृदि आगत्य दैत्यं गदया जखान मुकुटोपरि तत्प्रहारमचिन्त्याध निशुम्भोऽपि महाबलः तं गृहीत्वा चरणयोर्महाकालं महाबलः भ्रामयित्वा करतलाचिक्षेप च ननाद च स तद्वक्त्रानिलं पीत्वा ननादरुधिरारुणः पुष्पदन्तशैलरोम्णा चाहदो मुष्टिना मुखे गदया शैलरोमाणं हत्वा भूमौ न्यपादयद तं दृष्ट्वा पदिदं भूमौ गिरिकेदुर्महाबलः पुष्पदन्तं महाभीमं मुद्गरेण व्यपोधयद पुष्पदन्तोऽध खड्गेन गिरिकेधो शिरोच्छिनद गृहीत्वा चर्मखड्गं च गिरिकेदो रथावद शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्धिनम् शिरोहीने च कायेऽस्मिन् किं दुधावन्न लज्जसे इत्युक्ते शिरसा तेन कबन्धेन दुपादयोः विधृतपुष्पदन्तश्च कुक्षौ तीक्ष्णासिनाच्छिनद निश्चक्रामासुरः कुक्षे शद शीर्षो महाबलः द्विशदाक्षिसमायुक्तशतद्वयभुजाकुलः भ्रमत्तस्य शिरोराजन् कबन्धोपान्तमागमद तच्छिरप्राप्तमालोक्य पुष्पदन्तोऽसिनाच्छिनद ततो भूकम्पनो नाम ज्वरो दैत्यो भयावहः पुष्पदन्तस्तदा तत्र द्वाभ्यां राजन्विमर्दितः ज्वरेण तेन च क्लिष्टो दुःसहेनादिवेगिना त्यक्त्वा शिवगणसङ्ख्यं कम्पमानो गिरिं ययौ कोलाहलो महाधन्वी माल्यवन्तं शरैस्त्रिभिः विव्याधस्कन्धयोर्भाले माल्यवांश्च ततोऽसुरं बाणाहदो माल्यवदा शस्त्रैर्नानाविधैषितैः कोलाहलः प्रहृदवान् दर्शयन्नात्मलाघवम् सोऽपि हे दिव्यधां त्यक्त्वा माल्यवांश्च गणाग्रणीः गिरिं गृहीत्वा तेनाजौ कोलाहलमधाहनद निश्चक्रामज्वरस्तस्माज्ज्वलनो नाम भीषणः त्रिशीर्षो नवहस्तश्च नवपादोदिपिङ्गलः सज्वरो मोहयामास माल्यवन्तं स्वतेजसा माल्यवान् समरं त्यक्त्वा पराक्रान्तो गिरिं ययौ चण्डिर्भयानकेनाजौ पाशेन हृदये हदः हयो विनिर्गतस्तस्मात् क्षिप्तसोऽपि च सागरे कार्तिकेयोरणे राघुं सिधैर्बाणैः समाहनद आच्छाद्य शरजालैश्च शीघ्रं शक्तिं मुमोचः आपतन्तीं महाशक्तिं ज्वलन्तीमिव तेजसा दृष्ट्वा राहुखमुत्पद्य कराभ्यां जगृहे द्रुतं सतां शक्तिं गृहीत्वा तु विनद्योच्चैः पुनः पुनः स्वर्भानुशिरसो नोऽपि तस्य शक्त्या जघानतं वक्षस्यभिहदे शक्त्या तद्देहान्निर्गदा सरित तया सम्प्लाविधः पुत्रो महादेवस्य संयुगे कथञ्चित् सा नदीरुद्धा समं पूरो गिरिं ययौ श्रुत्वार्णवजोज्वरदखडककन्दभस्य कर्कशं विरुतं स्वस्वरवचनविदग्धं तमपि च कोकिलापदिं न सस्मार शरैकिरन्दं दहनमसिना बर्बरोऽवधीत कूष्माण्डो निहदो मूर्ध्नि सर्परोम्नाथमुष्टिना पादालकेतुना हासो मुद्गरेण समाहतः तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गर मा भुनक् शुण्डायां मुष्टिकादेन हतपादालकेतुना आयुधैर्जर्जरं चक्रे भृङ्गीशं रोमकण्टकः भृङ्गीशोऽपिरणाद्भिदस्त्वरन्नेव गिरिं ययौ सहसा धूम्रवर्णश्च शुभ्रकेतुमुखे पतद गणं गलितवान् दैत्यो महाकायो महाननः हाहाकारो महानासीद्गिलिते केतुनारणे दृम्भस्य निषिधैर्बाणैश्चिन्नाङ्गोध विनायकः शुण्डादण्डं परशुना तस्य चिच्छेददन्दिनः दृम्भासुरोजखानाथ शक्र्या लम्बोदरोदरम् मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखं विनायकप्रहारार्थो विललापाकुलोरणे हा मादस्ताद हा भ्रादर्हा मूषक मम प्रिया गणेशक्रन्दिदं श्रुत्वा भगवत्या तया तदा समेत्य हूडादन्यस्मात् पार्वत्योक्तशिवस्तदा हेरम्भो वध्यते दैत्यस्कन्दोऽपि विनिपातितः शिव किं क्रीडसे शैले रक्षपुत्रौ गणानपि सदा शूलादिशस्त्राणां धृतानामद्य वैक्षणः अध गौर्या वच श्रुत्वा वीरभद्रं शिवो ब्रवीद वृषसज्जीयतां शीघ्रमित्युक्ते सददाकरोद बबन्ध मुकुटं तस्य शृङ्गयोर्भास्करप्रभं कण्ठे कण्ठाशदं बद्ध्वा कर्णयोर्दर्पणौ धृतौ स्कन्धे च किङ्गिणीजालं चरणे नूपुरं महद पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे कल्याणी च तदा देवी सर्वपार्श्वे व्यस्थिताः पाशाष्टकेन संयुक्ता तत्र खड्गधराम्बिका न्यस्तानि सर्वशस्त्राणि स वृषसज्जितो बभौ पार्वत्याभूषितः सोध निजया खण्डमालया कृतं च तिलकं देव्या प्रोक्तसत्कृति पूर्वकम् हरस्त्वया न मोक्तव्यो वृषेन्द्ररणसङ्कटे आगन्तव्यमरिञ्जित्वा शम्भुना सह सङ्गरे यदि श्रुत्वा वचो देव्या हरो वृषमधारुहद धृत्वा युधसहस्रं तु निजालङ्कारभूषितः रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम् ईश्वर उवाच त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा भामिनी दुरभिप्राया दानवाहि समागताः तस्मात् त्वयात्मनैवात्मा रक्षणीयो वरानने युत्युक्त्वा वृषभारूढो ययौ रुद्रो रणाङ्गणम् त्रिंशन्महाब्जसाहस्रैः प्रमथानां भृतः शिवः वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव मणिभद्रोऽश्वयुक्तेन रथेन परवीरः दक्षिणं धूर्जडेः पार्श्वं संरक्षति धनुर्धरः तुङ्गादुत्तीर्य शैलेन्द्राद्रणं प्राप्तो गणैः सह दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितं ततो महान्निनादो भूदैत्यप्रमथसेनयोः तयोरभून्मिथो राजन् सम्प्रमर्दोऽथ दारुणः ततो नन्दी महाकालकालस्कन्दौ महाबलः माल्यवान् पुष्पदन्तश्च वृषली स्वर्णदन्तिकः चण्डीशो मदनश्चण्डः कूष्माण्डो गुप्तलोमपकः ये पूर्वं रणे भग्ना प्राप्तास्ते रणसङ्कटं शिवस्य पुरदो दैत्या युयुधुस्ते महाबलाः गणदानवयोधानां सङ्ग्रामो भूद्भयावहः ततो गणानां विद्रव्यसैन्यं ते च महाबलाः रणे संवेष्टयामासु शरौकैः सर्वदा शिवं शूलैकुन्दैर्गदाभिश्च मुद्गरैः परिकैरपि इन्द्रियाणि यथात्मानं विषयै पञ्चपञ्चभिः जघानाधरणे दैत्यान् शम्भुर्बाणैः सुदारुणैः यथाशु माघः पापानि हन्ति स्नानेन तत्क्षणाद् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे नारदयुधिष्ठिरसंवादे जालन्धरोपाख्याने श्रीमहादेवरणमागमनं नाम द्वादशोऽध्यायः ॐ